एकादशखण्ड तद्यत्र एतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति एषात्मेति उवाच एतदं तमभयम् एतद्ब्रह्मे सह शान्तहृदय प्रभवराज सह प्राप्येव देवान् एतद्भयं दश न खलु अयम् एवं सम्प्रति आत्मानं जानाति अयम् अहमस्मीति नो एव इमानि भूतानि विनाशमेव अपीतो भवति नाहमत्र भोग्यं पश्यामि ते स समित्पाणि पुनर्यायातगम् प्रजापतिर्वाच मगमन्यशान्तहृदय प्रावराजैः किमिच्छन् पुनरागमयते सहोवाचनाः कुलायं भगवा एवगं सम्प्रति आत्मानं जानाति अयमहमस्मीति नो एव इमानि भूतानि विनाशमेव अपीतो भवति नाहमत्र भोग्यं पश्यामि ते पूर्व एतं त्वेत इत्यादि उक्त्वा तद्यत्र एतत्सुप्त इत्यादि व्याख्यातं वाक्यम् अक्षिण्यो द्रष्टा स्वप्ने च महीयमानः चरति स एषः सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति एष आत्मितिः उवाच एतदमृतम् अभयम् एतद्ब्रह्मेति स्वाभिप्रेतमेव भगवान् तत्रापि दोषं ददश कथं नैव सुषुप्तस्थोऽपि आत्मा खलु अयं सम्प्रति सम्यग् इदानीं च आत्मानं जानाति नैवं जानाति कथम् अयम् अहमस्मीति नो एव इमानि भूतानि चेत् यथा जागर्ति स्वप्नेव अथवा विनाशमेव विनाशमिव इति पूर्वद्रष्टव्यम् अपीतः अपि गतो भवति विनष्ट इव भवति इत्यभिप्रायः ज्ञानैः सति ज्ञातुः सद्भाव अवगम्यते न सति ज्ञाने न च सुषुप्तस्य ज्ञानं दृश्यते अथवा विनष्ट इव इत्यभिप्रायः न तु विनाशमेव आत्मनः मन्यते अमृत अभयवचनस्य प्रामाण्यमिच्छन् एवमेव एष मघवन्निति उवाच एतं त्वेवते भूयोनुव्याख्यास्यामि नो एव अन्यत्र एतस्माद्वस अपराणि पञ्चवर्षाणि इति सः अपराणि पञ्चवर्षाणि उवास तानि एकशतकं सम्पेदुः एतत् तद्यदाहो एकशतकं हवै वर्षाणि मघवन् प्रजापतौ ब्रह्मचर्य उवास तस्मै उवाच पूर्व एवमेव इत्युक्त्वा अहं यो मया उक्तः त्रिभिः पर्यायैः तमेव एतं नो एव अन्यत्र एतस्मादात्मनः अन्यं कञ्चन किं तर्हि एतमेव व्याख्यास्यामि स्वल्पस्तु दोषः तव अवशिष्टः तत् क्षपणाय वस अपराणि अन्यानि पञ्चवर्षाणि इत्युक्तः सः तथा चकार तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसम्बन्धरहितम् आत्मनः स्वरूपम् अबाधपाप्नत्वादिलक्षणं भगवते तस्मै उवाच तानि एकशतं वर्षाणि सम्पेदुः सम्पन्नानि बभूव यदाहो लोके शिष्टः एकशतं हवै वर्षाणि भगवन् प्रजापतौ ब्रह्मचर्यम् उवासे तदेतद्वात्रिंशतम् इति आदिना दर्शितम् इति आख्यायिकातः अपसृत्यश्रुत्या उच्यते एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन एकोत्तरवर्षकृत आयासेन प्राप्तुम् आत्मज्ञानं अतो न अतः परं पुरुषार्थान्तरम् अस्ति इति आत्मज्ञानं स्तौति इति एकादशखण्डभाष्यम् द्वादशखण्ड मघवन्मर्त्यं वायुं शरीरम् आत्तमृत्युना तदस्य अमृतस्य अशरीरस्य आत्मनम् अधिष्ठानम् आत्तवयस शरीरः प्रिया प्रियाभ्यं नवति स शरीरस्य सदा प्रिया प्रियो अवतिरस्ते अशरीरं वा वसन्तं न प्रिया प्रिये स्पृशतः मघवन् मर्त्यं वै मरणधर्मीदं शरीरं यन्मन्यसे अक्ष्याधारादिलक्षणः सम्प्रदायलक्षणः आत्मा मया उक्तो विनाशमेव अपीतो भवति इति शृणु तत्र कारणं यत् इदं शरीरं वै यत् पश्यति तदेतत् मर्त्यं विनाशि तच्च आत्तमृत्युना ग्रस्तं सततमेव कदाचिदेव म्रियते इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युना इत्युक्ते इति वैराग्यत्वं विशेष इत्युच्यते आत्मृत्युना इति कथं नाम देहाभिमानतो विरक्तः सन् निवर्तते इति शरीरमित्यत्र सहेन्द्रियमनोभिः उच्यते तच्छरीरम् अस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मरणादिदेहेन्द्रियमनोधर्मवर्जितस्य इत्येतत् अमृतस्य इति अनेनैव अशरीरत्वे सिद्धे पुनः अशरीरस्य इति वचनं वायुवादिवतो सावयवत्वमूर्तिमत्वे मा भूतामिति आत्मनो भोगाधिष्ठानं आत्मनो वा सतः ईक्षितुः तेजोबन्नादिक्रमेण उत्पन्नमधिष्ठानं जीवरूपेण प्रविश्य सदैव अधितिष्ठति अस्मिन्निति वा अधिष्ठानं यस्य इदम् ईदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात् प्रियाप्रियावत् अधिष्ठानं तदधिष्ठितः तद्वान् सशरीरो भवति अशरीरस्वभावस्य आत्मनः तदेव अहं शरीरं शरीरमेव च अहम् इति अविवेकात् आत्मभावः सशरीरत्वम् अत एव सशरीरस्सन् आत्तः ग्रस्तः प्रियाप्रियाभ्यां प्रसिद्धमेतत् तस्य च न वै सशरीरस्य सतः प्रियाप्रियोः बाह्यविषयसंयोगवियोगनिमित्त्योः बाह्यविषयसंयोगवियोगो मम इति मन्यमानस्य अपहति विनाशः उच्छेदः सन्ततिरूपयोः न अस्ति इति तं पुनः देहाभिमानात् अशरीरस्वरूपविज्ञानेन निवर्तित अविवेकज्ञानम् अशरीरं सन्तं प्रियाप्रिये न स्पृशत स्पृशिः प्रत्येकं सम्बध्यते इति प्रियं न स्पृशति अप्रियं न स्पृशति इति वाक्यद्वयं भवति न म्लेच्छाशुच्यधार्मिकैः स सम्भाषेत इति यद्वत् धर्माधर्मकार्यैः ते अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोः असमेव तत्कार्यभावो दूर्त एव इति अथवा न प्रियाप्रिये स्पृशत ननु यदि प्रियमपि अशरीरं न स्पृशति इति यन्मगवता उक्तं सुषुप्तस्थो विनाशमेव अपितो भवति इति तदेव इहापि आपन्नं नैष दोषः धर्माधर्मकार्ययोः शरीरसम्बन्धिनोः प्रियाप्रियोः प्रतिषेधस्य विवक्षितत्व अशरीरं न प्रियाप्रिये स्पृशतः इति आगमापायिनोर्हि स्पर्शशब्ददुष्टः यथा शीतस्पर्शः उष्णस्पर्शः इति न तु अग्नेः उष्णप्रकाशयोः स्वभावभूतयोः अग्निना स्पर्शः इति भवति तदा अग्नेः सवितुर्व उष्णप्रकाशवतो स्वरूपभूतस्य आनन्दस्य प्रियस्यापि न हि प्रतिषेधः विज्ञानमानन्दं ब्रह्म आनन्दब्रह्म इत्यादिभ्यः इहापि भूमा इव सुखम् इति उक्तत्वात् ननु भूम्नः प्रियस्य एकत्वे असंवेद्यत्वं स्वरूपेणैव वा नित्यसंवेद्यत्वं निर्विशेषता इति न इन्द्रस्य तदिष्टं न खलु अयं सम्प्रति आत्मानं जानाति अयम् अहम् अस्मि इति नो एव इमानि भूतानि विनाशमेवमपि तु भवति नाहमत्र भोग्यं पश्यामि इति उक्तत्वात् तद्धि इन्द्रस्य इष्टं यद्भूतानि च आत्मानं च जानाति न च अप्रियं किञ्चिद्वेत्ति स सर्वांश्च लोकान् आप्नोति सर्वांश्च कामान् येन ज्ञाने सत्यमेतद्दिष्टम् इन्द्रस्य इमानि भूतानि मत्वा अन्यानि लोकाः कामाश्च सर्वे मत्वा अन्ये अहमीशां स्वामी इति न तु एतदिन्द्रस्य हितं हितं च इन्द्रस्य प्रजापतिना वक्तव्यं व्योमवत् अशरीरात्मतया सर्वभूतलोककामात्मत्व उपगमेन या प्राप्तिः तद्धितम् इन्द्राय वक्तम् इति प्रजापतिना विप्रीतम् न तु राज्ञो राज्याप्तिवत् अन्यत्वेन तत्रयं सति कं केन विजानीय आत्मैकत्वे इमानि भूतानि अयमहमस्मि इति ननु अस्मिन् पक्षे स्त्रीभिर्वा यानैर्वा स यदि पितृलोककामः स एकदा भवति इत्यादि ऐश्वर्यहृत्य अनुत्पन्नः न सर्वात्मनः सर्वफलसम्बन्धोत्पत्तेः अविरोधः मृद इव सर्वघटकरककुण्डाद्याप्ति ननु सर्वात्मत्वे दुःखसम्बन्धोऽपि स्यात् चेत् न दुःखस्यापि आत्मत्व उपगमात् अविरोधः आत्मनि अविद्याकल्पनानिमित्तानि दुःखानि रज्ज्वामिव सर्पादिकल्पनानिमित्तानि सा च अविद्या अशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्ता उच्छिन्ना इति दुःखसम्बन्धाशङ्का न सम्भवति शुद्धतत्त्वसङ्कल्पनिमित्तानां तु कामानाम् ईश्वरदेहसम्बन्धः सर्वभूतेषु मानसः पर एव सर्वसत्त्वोपाधिद्वारेण भोक्ता इति सर्व अविद्याकृतसंविवाराणां पर एव आत्मास्पदं न अन्यो अस्ति इति वेदान्तसिद्धान्तः ययेषोऽक्षिणि पुरुषो दृश्यते इति छायापुरुष एव प्रजापतिना उक्तः स्वप्नसुषुप्तयोश्च अन्य एव न परो अपहतपापत्वादिलक्षणः विरोधात् इति केचन मन्यन्ते छायाद्यात्मनां च उपदेशे प्रयोजनम् अचक्षते आदवेव उच्यमाने किल दुर्विज्ञेयत्वात् परस्यात्मनः अत्यन्तबाह्यविषयासक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति यथा किल द्वितीयायां सूक्ष्मचन्द्रं दिदर्शयुः वृक्षं कञ्चित् प्रत्यक्षम् आदौ दर्शयति पश्यामि चन्द्र इति ततोऽन्यं ततोपि अन्यं गिरिमूर्धनं च चन्द्रसमीपस्थं येष चन्द्र इति ततो असौ चन्द्रं पश्यति एवमेत येषु अक्षिणी इत्यादि उक्तं प्रजापतिना त्रिभिः पर्यायैः न पर इति चतुर्थे तु पर्याये देहात् मर्त्यात् समुत्थाय अशरीरतामापन्नो ज्योतिस्वरूपं यस्मिन् उत्तमपुरुषे स्यादिभिः जक्षत्क्रीडन् ब्रह्माणं भवति स उत्तमपुरुषः पर उक्तः इति च आहुः। सत्यं रमणीयां तावदीं व्याख्या श्रोतुं न तु अर्थोऽस्य ग्रन्थस्य एवं सम्भवति। कथम्? अक्षिणीपुरुषो दृश्यते इति उपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोः तद्विपरीतग्रहणं मत्वा तदपनयाय उदशराव उपन्यास किं पश्यतः इति च प्रश्नः साद्वरङ्कार उपदेशश्च अनर्थः स्यात्। यदि छायात्मया प्रजापतिना अक्षिणी दृश्यते इति उपदिष्ट, किञ्च यदि स्वयम् उपदिष्ट इति ग्रहणस्यापि अपनयनकारणं वक्तव्यं स्यात्। स्वप्नशुद्धात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात्, न च उक्तं। तेन मन्यामहे न अक्षिणी छायात्मा प्रजापतिना उपदिष्टः, किञ्च अन्यत् अक्षिणी द्रष्टा चेन् दृश्यते इति उपदिष्टस्य तदा इदं युक्तम्। एतं त्वेव ते इति युक्त्वा स्वप्नेऽपि द्रष्टुः एव उपदेशः। स्वप्नेन द्रष्टा उपदिष्ट इति चेन् न अपि रोदितीव अप्रियवेत्तेव इति उपदेशः, न च द्रष्टुः अन्यः कश्चित् स्वप्ने महीयमानः चरति। अत्रयं पुरुषः स्वयं ज्योतिः इति ज्ञायतः श्रुत्यन्तरे सिद्धत्व। यद्यपि स्वप्ने सतिर्भवति तथापि न धीः स्वप्नबहोः उपलब्धिं प्रति करणत्वं भजते। किं तर्हि पटचित्रवत् जागृद्वासनाश्रया दृश्य एव धीर्भवति इति न द्रष्टुः स्वयं ज्योतिष्पवादस्य? किञ्च अन्यत् जागृत्स्वप्नयोः भूतानि च आत्मानं च जानाति, इमानि भूतानि अयम् अहमस्मि इति, प्राप्तौ सत्यां प्रतिषेधौ युक्तस्य नाह खलु अयम् इत्यादि। तदा चेतनस्यैव अविद्यानिमित्तयोः सशरीरत्वे सति प्रियाप्रियोः अपतिः नास्ति इति उक्त्वा तस्यैव अशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तः, अशरीरं वासन्तं न प्रियाप्रियस्पृजतः इति। एकश्चात्मा स्वप्नबुद्धान्तयोः महामत्स्यवतो असङ्गः सञ्चरति इति श्रुत्यन्तरे सिद्धं। यच्च उक्तं सम्प्रसादः शरीरात्समुत्थाय यस्मिन् स्त्रियादिभिः रम्माणं भवति सो अन्यः सम्प्रसादात् अधिकनिर्दिष्टः उत्तमपुरुषः इति तदपि असत्। चतुर्थे पर्याये एतं त्वेव ते इति वचनं, यदि ततो अन्यो विप्रेतस्य पूर्ववत् एतं त्वेव ते इति न ब्रूयात् मृषा प्रजापतिः। किञ्च अन्यं तेजोपन्नादीनां सृष्टुः ततः स्वविकारदेहशृङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनः तत्त्वमसि इति उपदेशः मृषा प्रसज्येत। तस्मिन् स्वं श्रियादिभिः रन्ता भविष्यति इति युक्तः उपदेशो अभविष्यन् यदि सम्प्रसादः अन्यः उत्तमपुरुषो भवेत्। तदा भूम्नि अहमेव इति आदिश्य आत्मैवेदं सर्वमिति न उपसमाविश्यत्। यदि भूमा जीवादन्यो भविष्यत् नान्योतोऽस्ति द्रष्टा इत्येव श्रुत्यन्तरच्च। सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो न अभविष्यन् प्रत्यगात्मा चेत् सर्वयन्त्वनां परात्मा न भवेत्। तस्मादेक एव आत्मा प्रकरणी सिद्धः।